पद्मपुराणं खण्डं टु भूमिखण्डम् अध्यायं 120। कुञ्चल उवाच, कामोदाख्यं पुरं दिव्यं सर्वदेवसमाकुलं सर्वकामसमृद्ध्यर्थमपश्यन्नारदस्ततः कामोदाया गृहं प्राप्य प्रविवेश द्विजोत्तमः कामोदां तु तदो दृष्ट्वा सर्वकामसमाकुलां तया सम्पूजितो विप्रः सुवाक्यैः स्वागतादिभिः दिव्यासने समारूढस्तां पप्रच्छ द्विजोत्तमः सुखेन स्थीयते भद्रे विष्णुतेजःसमुद्भवे अनामयं च पप्रच्च आशीर्भिरभिनन्द्यताम् कामोदोवाच प्रसादात् भवतां विष्णोः सुखेन वर्तयाम्यहं कथयस्व महाप्राज्ञत्वं प्रश्नोत्तरकारणम् महामोहसमुत्पन्नो ममाङ्गे मुनिपुङ्गव व्यापकः सर्वलोकानां ममाङ्गे मदिनाशकः तस्मिन्निद्रा समुत्पन्ना यथा मर्त्येषु वर्तते सुप्तयादुमया दृष्टस्वप्नो वै दारुणो मुने केनाप्योक्तं समेत्यैव पुरदो द्विजसत्तम अव्यक्तोऽसौ हृषीकेश संसारं स गमिष्यति तदा प्रभृति दुःखेन व्यापिताहं महामदे तन्मे त्वं कारणं ब्रूहि भवान् ज्ञानवदां वरः नारद उवाच वातिकः पैतिकश्चैव कपच सान्निपादिकः स्वप्नप्रवर्तते भद्रे मानवेषु न संशयः न जायते च देवेषु स्वप्नो निद्रा च सुन्दरी आदित्योदयवेलायां दृश्यते स्वप्न उत्तमः सत्स्वप्नो मानवानां हि पुण्यस्य फलदायकः अन्यदेवं प्रवक्ष्यामि स्वप्नस्य कारणं शुभे महावातां दोलनैश्च चलं त्यापो वरानने त्रुटं त्यम्पुकणा सूक्ष्मास्तस्मादुदगसञ्चयात् बहिरेव पतन्त्येदे निर्मलाम्बुकणा शुभे पुनर्लयं प्रयान्त्येदे दृश्यादृश्या भवन्ति वै तद्वत्स्वप्नस्य वै भावकथ्यते शृणुभामिनि आत्माशुद्धो विरक्तस्तु रागद्वेषविवर्जितः पञ्चभूतात्मकानां च मुषित्वैव सुनिश्चलः षड्विंशतिषु तत्त्वानां मध्ये चैष विराजते शुद्धात्मा केवलो नित्यप्रकृते सङ्गतिं गतः तद्भावैर्वायुरूपैश्च चलदे स्थानदो यदा आत्मनस्तेजसश्चैव प्रदितेजप्रजायते अन्तरात्मा शुभं नाम तस्य एव प्रकर्ष्यते पयसश्च यथा भिन्ना भवन्त्यम्बु कणाशुभे आत्मनस्तु तथा तेज अन्तरात्मा प्रकथ्यते स हि पृथ्वी स वैवायुः स चाप्याकाश एव हि स वैतोऽयं स दीप्येद ये ते पञ्चपुरा कृताः आत्मनस्तेजसो भूतामलरूपा महात्मनः तस्यापि सङ्गतिं प्राप्ता एकत्वं हि प्रयान्ति ते स्वात्मभावप्रदोषेण नाशयन्ति वरानने तत्पिण्डमन्यमिच्छन्ति वारं वारं वरानने तेषां क्रीडाविहारोऽयं सृष्टिसम्बन्धकारणम् उदकस्य तरङ्गस्तु जायते च विलीयते पुनर्भूतिः पुनर्हानिस्तादृशस्य पुनः पुनः अपामरूपस्य दृष्टान्तं तद्वदेषां न संशयः आत्मा न नश्यते देवि तेजो वायुर्न नश्यति न नश्यतो धराकाशौ न नश्यन्त्याप एव च पञ्चैव आत्मना सार्धं प्रभवन्ति प्रयान्ति च आत्मादयो ह्यमी भद्रे नित्यरूपा न संशयः पिण्ड एव प्रणश्येद तेषां संजादयेव च विषयाणां सुदोषैः स रागद्वेषादिभिर्हदः प्राणाप्रयान्ति वै पिण्डाद पञ्चपञ्चात्मका द्विज पिण्डान्ते वसते आत्मा प्रतिरूपस्तु तस्य च अन्तरात्मा यथा चाग्नेः स्फुल्लिङ्गस्तु प्रकाशते तथा प्रकाशमायादि दृश्या दृश्य प्रजायते शुद्धात्मा च परं ब्रह्म सदा जागर्ति नित्यशः अन्तरात्मा प्रबद्धस्तु प्रकृतेश्च महागुणैः अन्नाहारेण सम्पुष्टैरन्तरात्मा सुखं व्रजेत् सुसुखाज्जायते मोहस्तस्मान्मनः प्रमुह्यति पश्चात् संजायते निद्रा तामसी लयवर्धिनी नाडीमार्गेण यत्सूर्यो मेरुमुल्लङ्घ्य गच्छति तदा रात्रिप्रजायेत यावन्नोदयदे रविः विषयान्धकारैर्मुक्तस्तु अन्तरात्मा प्रकाशते भावैस्तत्त्वात्मकानां तु पञ्चतत्त्वैः प्रपोषितैः पूर्वजन्मस्थितैः पिण्डैरन्तरात्मा प्रगृह्यते स यास्यति च वैस्थानमुच्चावचं महामते संसार अन्तरात्मा वै दोषैर्बद्धः प्रणीयते कायं रक्षति जीवात्मा पश्चात्तिष्ठति मध्यगः उदानस्फुरदे तीव्रस्तस्माच्छब्दः प्रजायते शुष्का भस्त्रा यथाश्वासं कुरुदे वायुपूरिता तद्वच्छब्दवशाच्छ्वासमुदानकुरुदे बलाद् आत्मनस्तु प्रभावेण उदानो बलवान् भवेद् एवं काय प्रमुग्धस्तु मृतकल्पः प्रजायते ततो निद्रा महामाया तस्याङ्गेषु प्रयाति सा हृदि कण्ठे तथा चास्ये नासिकाग्रे प्रतिष्ठति बाहू सङ्कुच्य सन्तिष्ठेत् धृद्गदो नाभिमण्डले आत्मनस्तु प्रभावाच्च उदानो नाम मारुदः प्रजायते महातीव्रा बलरोधं करोति सः यथा रज्ज्वा प्रबद्धस्तु दारुकीलधरस्थितः तथा चात्मासु संलग्नपाणवायुर्न संशयः अन्तरात्मप्रसक्तस्तु प्राणवायुशुभानने बुद्धिवद्रोहितो भद्रे अन्तरात्मा प्रधावति पूर्वजन्मार्जितान्वासान् स्मृत्वा तत्र प्रधावति तत्र संस्थो महाप्राज्ञस्वेच्छया रमते पुनः एवं नानाविधान् स्वप्नान्नन्तरात्मा प्रपश्यति उत्तमांश्च विरुद्धांश्च कर्मयुक्तान् प्रपश्यति गिरींस्तथा सुदुर्गांश्च उच्चावचान् प्रपश्यति तदेव वादिकं विद्धि कफवत्तद्वदाम्यहं जलं नदीं तडागं च पयस्थानानि पश्यति अग्निं च पश्यते देवि बहु काञ्चनमुत्तमं तदेव पैतृकं विद्धि भाव्यं चैव वदाम्यहं प्रभादे दृश्यते स्वप्नो भव्यो वा भव्य एव च कर्मयुक्तो वरारोहे लाभालाभप्रकाशकः स्वप्नस्यापि अवस्था मे कथिता वरवर्णिनि तद्भाव्यं च वरारोहे विष्णोश्चैव भविष्यति तन्निमित्तं त्वया दृष्टो दुःस्वप्नः सदुप्रेक्षितः इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे कामोदाख्याने विंशाधिकशततमोऽध्यायः ॐ